नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। जुहोत्यादिगणः इति पाठः प्रवृत्तमानः अस्ति। तत्र वयम् ओहाक् धातोः विषये गतसप्ताहे तस्य सूत्राणि तु पठितवन्तः, अद्य रूपाणि साधयामः। तस्मात् पूर्वम् एकवारं सूत्रम् अहं वदामि। ओहाक् इति धातुः, तत्र अनुबन्धलोपानन्तरं हा इति अवशिष्यते। जहा कथम् आगच्छति इति वयम् इदानीं परिशीलयामः। तस्मात् पूर्वं तत्र त्रीणि सूत्राणि, प्रमुखसूत्राणि आवश्यकानि। तत्र तिङ्प्रत्ययनिमित्तक अङ्गकार्यस्य विशेषसूत्राणि इति कृत्वा जहातेश्च इति प्रथमं सूत्रं, तत्र ओहाग् धातोः आकारस्य स्थाने ह्रस्व इकारादेशः, परन्तु तत्तु विकल्पेन भवति। निमित्तम् अस्ति हलादि कित् ङित् सार्वधातुकप्रत्यये परे। हलादि कित् ङित् सार्वधातुकप्रत्यये परे इत्युक्ते अपित् प्रत्ययः, अपित्वात् ङित्वम् आरोपितम्, अतः तत्र एव तस्य कार्यम्। ओहाक् धातुः तु यदा वयं द्वित्वं सर्वं कृत्वा जहा इति अङ्गं भवति, तत्र तः योजयामः चेत् जहीतः इति ईकारादेशः। तत्र तु यदा विकल्पेन इति कृत्वा पक्षे तु जहातेश्च, अपक्षे ईहल्यगोः इत्यनेन ईत्वं भवति, अतः रूपद्वयं तत्र। तत्र अनन्तरम् एकं सूत्रम् आचहौ इति सूत्रम् अस्ति, अग्रिमसूत्रमेव। तत्र जहातेः इति अनुवृत्तिरूपेण आगच्छति। तत्र हि प्रत्यये परे ओहाग् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्व इकारादेशः, अपि तु आकार आदेशः अपि इति आच आच इति जहातेश्च इत्यत्र इकारादेशः आ अपि, अतः तदपि भवति। अनन्तरम् ईहल्यगोः इत्यनेन ईत्वमपि भूत्वा रूपत्रयं भवति हि प्रत्यये परे। अनन्तरं तत्र लोपोयि सूत्रमस्ति, यकारादौ सार्वधातुकप्रत्यये परे ओहाग् धातोः आकारस्य लोपः भवति इति। या इति प्रत्ययः तु वयं जानीमः विधिलिङ्गि भवति, अतः तत्र आकारस्य लोपः भूत्वा जह्यात् इति रूपम्। अस्तु, रूपं साधयामः। लोपो इति ईहल्यगो इत्यस्य अपवादमस्ति एव, ईहल्यगोः इति तु अपित् अस्ति, अपित् अस्ति, हल् अस्ति, परन्तु यकारादि प्रत्यये परे तस्य कार्यं भवति वा महोदय? अतः हल् न न हल् हलि खलु हलि खलु हलि अपित् हलि ईत्वं भवति इति अस्ति खलु। ईहल्यगोः इति सूत्रं यकारः हलि इति कृत्वा वदति वा? आमाम् आमां, कलातः एव कित् ङित् हलादि सार्वधातुकप्रत्यये परे। एतदपि कित् अस्ति एव, कित् अस्ति इति कित् अस्ति अत्र, यद्यपि यकारः अस्ति खलु अत्र, न न अत्र अस्मिन् लोट् लकार विधिलकारे कित् अस्ति खलु, अतः अन्यत्र ईत्वं भवति। वयं जिहियात् इति वयं दृष्टवन्तः यत् ओहाङ्ग् इत्यस्मिन् ईत्वं आगतं, सोरि ईहल्यगोः इत्यनेन जिहियात् इति खलु ओहाङ्ग् इत्यस्य भवति, अतः अत्र न भवति लोपोयि इत्यनेन ईहल्यगोः इति सूत्रं। ओहाङ्ग् इति धातुः स्वीकुर्मः चेत् ईहल्यगोः महोदय, तत्र तु आकारस्य स्थाने ईकार आदेशः भवति, परन्तु अत्र तु लोपः एव भवति, अन्यत् किमपि न न हा इति अस्ति, हा इति आकारान्तदातुः अस्ति, अतः ईहल्यगो इत्यस्य प्रसक्तिः अस्ति वा? परन्तु लोपो इ तु यकारादिप्रत्यये परे आकारस्य लोपः भवति, ईहल्यगोः तत्र आकारस्य स्थाने ईकार आदेशः भवति। आं तर्हि कार्यं तत्रैव खलु द्वयोः सूत्रयोः कार्यं कार्यं भिन्नमस्ति आकारस्य लोपः अथवा आकारस्य ईत्वं खलु आं भिन्नकार्यं मम चिन्तनम् आकारस्य लोपः भवेत् भवती एकस्मिन् स्थले अन्यस्मिन् स्थले आकारस्य स्थाने ईकार आदेशः भवति सूत्रसङ्ख्या तु धातोः अङ्गस्य वर्णस्य यकारादि सार्वधातुकं कित् ङित् प्रत्यये परे लोपः भवति समीचीनम् यदि अयकारादिप्रत्ययः कित् ङित् अस्ति सार्वधातुकः च अस्ति तस्य एव अस्य सूत्रस्य प्रसक्तिः परन्तु तत्र तु कित् ङित् सार्वधातुक प्रत्ययः इति एव अस्ति तत्र यकारादि इति विशेषणरूपेण नास्ति ईहल्यगोः इत्यस्य समीचीनं तत्र तु इत्त्वं भवति लोपः इति भिन्नकार्यमस्ति कार्यं तु भिन्नम् अस्ति भगिनी अत्र गाधातु अस्ति अत्र गाधातु अस्ति वयं दृष्टवन्तः अत्र जिगि इति जिगा इति भवति इदानीं विदे लकारे जिगियात् इति भवति किमर्थं चेत् ई हल्लेगो इत्यस्य सूत्रस्य तस्य प्रसक्तिः अस्ति इदानीम् इदानीम् अत्र हा धातु अस्ति जै आमां तत् अहं मम भ्रमः सन्देहः अस्ति यत् हलि अस्ति अतः हल् अस्ति अपित् अस्ति अतः ई 6113 अस्ति इदानीम् अत्र सूत्रस्य प्रसक्तिः 118 64 हलः प्रसक्ति जहाकाङ्केष्ट इति सूत्रपर्यन्तमपि अस्ति लोपो ये अनुवृत्ति अस्ति नो ई हल्यगोः हलः अनुवृत्ति जहातहे च सूत्रमेव सूत्रपर्यन्तमेव अस्ति लोपो इति अत्र भिन्नकार्यमस्ति क्षम्यतां तदहं दृष्टवती अत्र असिद्धवत् अत्र अभात् इति पूर्वं पठितवन्तः प्रायः स्मरति वा इति न जाने तस्य प्रसक्तिः अस्ति अतः एव तदेव अधिकारः अस्ति अत्र 6-4 किल 6-4-1-1-8 न लोपो इ अस्मिन् अधिकारे अस्ति असिद्धवत् अत्र अभात् इति अधिकारे 6-4-22 असिद्धवत् असिद्धवत् अत्र अभात् असिद्धत्वं भवति सम्यक् महोदय भवतः प्रश्नः पुनः अपि आगच्छति इति चिन्तयामि ग्वसोर तत्रापि अस्य असिद्धवत् अत्र अभात् इत्यस्य प्रसक्तिः अस्ति अभियकार्यम् इति वदामः किल सम्यक् चिन्तनं सम्यक् रूपं साधयामः अनन्तरम् ओहाक् किल अस्तु राजेन्द्रमहोदय लटि वदति वा ओहाक् धातुः प्रथमं जहा इति कथम् आगच्छति इति उक्त्वा वदतु महोदय अस्तु अस्तु भगिनि हा अस्ति ओहाक् उपदेशरूपमस्ति तदनन्तरं ततः हा आगच्छति हा श्लौ सूत्रेण तत् द्वित्वं भूत्वा हा हा भवति इदानीं हा हा यदा आगच्छति तत्र अत्र भगिनि ह्रस्व सूत्रस्य प्रसक्तिः अपि अस्ति कार्यमपि भवति अकारस्य लोपः भवति तत् जहा यथा जहा तत्र रूपं भवति परन्तु तत् पूर्वं तत् हकारस्य स्थाने झकारः महाप्राणझकारः आगच्छति कुहोश्चु सूत्रेण तत्र जाहा भवितुम् अर्हति. तदनन्तरं तदनन्तरं प्रायः ह्रस्वः तस्य सूत्रस्य प्रसक्तिः अस्ति, जः भवति. तदनन्तरम् अभ्यासे चर्च् सूत्रेण तत् झकारस्य स्थाने अल्पप्राणझकारः आगच्छति, जः रूपं निष्पन्नं भवति. एवं कुहोश्चुः एव प्रथमं 7462 इति कृत्वा, अनन्तरं ह्रस्वः, अनन्तरम् अभ्यासे चर्चा त्रिपादिसूत्रम् इति कृत्वा. सम्यक् एव महोदय, त्रिपाद्याम् अस्ति अभ्यासे चर्चा. सम्यक् भगिनी, पुनः वदतु प्रथमं श्लौ द्वितं भवति. प्रथमं कुहो प्रथमं श्लौ, अनन्तरं कुहोश्चुः. प्रथमं कुहोश्चुः 7462, अनन्तरं ह्रस्वः, तदनन्तरम् अभ्यासे चर्च. यद् यानि सूत्राणि अस्माकं करपत्रे अस्ति भगिनि, तद् किञ्चित् संख्या क्रमेण अस्ति, भिन्न विप्रतिषेधे परं कार्यम् इति क्रमेण एकवारं लिखतु. यदा लिखति चेत् तत्र क्रमः मनसि भवति. क्रमेण यद् अस्ति तत्र उल्टा लिखतु, विपरीतक्रमेण लिखतु. उरत् प्रथमं, क्षम्यताम्, अभ्यासे चर्चा प्रथमं 8454, उरत् कुहोश्चुः शर्पूर्वः कयः, तस्य कार्यं तु नास्ति परन्तु तदपि अस्ति, हलादिशेषः ह्रस्वः इति आगच्छति. आं महोदय, अस्तु भगिनि. जः अस्माकम् अङ्गम् अस्ति, अत्र ति प्रत्ययः, हलादिति प्रत्ययः अस्ति, परन्तु कोऽपि कार्यं नास्ति यतोहि आकारान्त धातुः अस्ति, तत् कोऽपि गुणकार्यं किमपि न भवति. अन्ततः वर्णमेलं भूत्वा जहाति रूपं भवति. तः हलादि अपि प्रत्ययः अस्ति, जहायोगतः. अत्र तु क्षम्यतां, हलादि अपि प्रत्ययः अस्ति, तत्कारणात् तत् ई योगोः सूत्रेण तत् अत्र तु किञ्चित् ईहल्यगोसूत्रेण तत् जहितः भवति, परन्तु अत्र एकं सूत्रमस्ति जहातेश्च, तेन सूत्रेण तत् विकल्पेन कितिनिति हलादि प्रत्यये परे तत्र आकारस्य इकारादेशस्य इकारादेशः भवति, तत्कारणात् जहितः जहितः रूपद्वयं तत् अन्ति. अजादि अपि प्रत्ययः अस्ति, तत्कारणात् तत्र शिनाभ्यस्यो रात् सूत्रेण तत् आकारस्य लोपः, जहा आकारस्य लोपः भवति. तत्र जहन्ति, न क्षम्यता, अति जहति, जहति रूपं निष्पन्नं भवति. अत्र अन्यत् कोऽपि कार्यं नास्ति. सि हलादि पित्प्रत्ययः अस्ति, अत्रापि यथा पूर्वं प्रथमपुरुषे एकवर्षे तत्रापि कोऽपि कार्यं न अस्ति, यतोहि आकारान्त धातुः अस्ति, तत्कारणात् तत् जहासि. तदनन्तरं तत् आदेशप्रत्ययसूत्रेण तत् जहाषि भवति वा महोदय? आदेशप्रत्ययोः आं भगिनि, आदेशप्रत्ययोः भवति वा? कक्षायामपि तादृशी दोषा कृता न बहु ज्ञापते, आकारान्त् अस्ति, तत्कारणात् तत् न भवति. आम् आं क्षम्यताम्, एट्लीस्ट् ऐ एम् कन्सिस्टेण्ट्. जहायोगतः अत्र अपि अत्र हलादि अपि कृते अस्ति, तत्कारणात् तद् एकं रूपद्वयं तत् निष्पन्नं भवतः. एकं तु अस्ति ईयलगोसूत्रेण आकारस्य ईकार आदेशः भवति, तत्कारणात् तत् जहितः. अन्यत् सूत्रं जहातेश्च, तत् सूत्रेण तत् हलि कितिनिति प्रत्यये परे तत् ह्रस्व इकार आदेशः भवति, जहितः जहितः रूपद्वयं निष्पन्नं भवति. तथैव तत् थ बहुवचने तत् जहिथ जहिथ तत् रूपद्वयं तत्रापि भवतः. मि जहायोग मि, अत्र हलादि पित् प्रत्ययः अस्ति, अत्रापि कोऽपि कार्यं न अस्ति न भवति अत्र कोऽपि गुणकार्यं किमपि न भवति जहामि जहामि भवति वः अत्र हलादि अपि प्रत्ययः अस्ति तर्हि अत्रापि रूपद्वयं भवन्ति एकं तु ईहल्यगोसूत्रेण आकारस्य ईकारादेशः भूत्वा जहीवः अनन्तरं जहातेश्च सूत्रेण हृस्वीकारादेशः भवति आकारस्य स्थाने जहीवः जहीवः जहीवः तथैव तत् महा जहीमः जहीमः रूपद्वयम् अत्रापि भवन्ति भगिनी नमस्कारः परन्तु एतत् सर्वं पूर्वमेव गतवर्गे समाप्तं खलु ओहाक् धातुः वा भगिनि वयं तु ओहाक् न कृतवन्तः किल तस्मात् पूर्वमेव एतदेव खलु जहाति जहितः एतत् मया एव उक्तं जहाति जह कथम् आगच्छति इति भवत्या मया भवत्या पृष्टं खलु एतत् लोकपर्यन्तमेव पठितवन्तः किल वयं सूत्राणि एव पठितवन्तः भगिनि रूपाणि तु न साधितवन्तः रूपाणि मया एव उक्तं भगिनि जह इति न चिन्ता नास्ति भगिनी एकवारं पुनः कुर्मः किमर्थं चेत् एतत् सर्वं मया लिखितमेव किं किं तत्र आगच्छति क्षम्यतां भवत्याः समयस्य व्यर्थतां करोमि अद्य किञ्चित् पुनस्मरणरूपेण भवतु सम्यक् अहं तु न स्मरामि भगिनि नास्ति मया लिखितमेव अस्तु महोदय रघुपतिमहोदय लोट् वदति वा लोट् लकार तु तात् तामातु अत्र तु आनि आव आम इति अपित् अस्ति अतः जहातु इति प्रथमम् अस्ति जहातु तात् इति अपित् अस्ति अतः जही तात् इति हल्यो इत्यनेन इत्वं भवति आकारस्य अभ्यासस्य अथवा अन्यदपि अस्ति जहातेश्च इत्यनेन ह्रस्व इकारः भवति अतः जहितात् अथवा जहीतात् तथैव सर्वत्र अपित् प्रत्ययेषु हलादि सारि अपित् प्रत्ययेषु जहीतात् जहीतां जहितां जै इदानीं जह योग अतु अस्ति स्नाभ्यस्वरात इत्यनेन आकारस्य लोपः जहतु इति इदानीं लोट् लकारे अस्तु एकं रूपमस्ति जहीः इति ई हल्लोग इत्यनेन अपित अपि च जहीः इदानीम् अन्यदपि अस्ति जह जहातेश्च इत्यनेन इत्यनेन जहीः इति भवति अन्यदपि अस्ति आचहौ इत्यनेन अङ्गस्य आत् अन्यतरसाम् इत्यनेन इत् अपि च आत् इति भवति अस्तु जहि जहीः जहीः अपि च जहाहि इति रूपम् अपि जहितात् जहीतात् इति रूपमस्ति तम् इदानीं जहीतम् अथवा जहितं जहीत जहित अत्रापि इदानीम् आनयाव आम सर्वे पित् प्रत्ययाः सन्ति अतः तत्र जहानि अत्र सवर्णदीर्घसन्धिः एव भवति जहानि जहाव जहाम इति रूपाणि सम्यक् हि परे एव कार्यम् ईत्वम् इत्त्वम् आत्वम् इति स्मरणे अतः पञ्चरूपाणि सन्ति अत्र आम् पञ्चरूपाणि सम्यक् आम् एकं स्मरामः चेदेव पर्याप्तं परन्तु पञ्चरूपाणि सन्ति मूढजहिः इति अस्ति खलु शङ्कराचार्य जहि आम् जहि आम् सम्यक् धन्यवादः भजगोविन्दम् इत्यस्मिन् अस्ति भजगोविन्दम् आम् मूढजहि मूढजहिः इति किमस्ति अस्ति एकं वाक्यमस्ति अत्र ीहल्लोगोः इत्यस्य पुरुषद्बुद्धिं मनसि वितृष्टं वित्तं तेन विनोदय चित्तं सम्यक्. उषा भगिनी भवती एव लङ् करोति वा? आं भगिनि लङ् लुङ् लङ् लृङ् ष्वट् उदातः इति सूत्रेण अडागमः भवति. जहा इति अङ्गं, जहा इति तकार इति पित् प्रत्यय, जहा योगः पित् श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति. अजहात् ताम् ताम् द्विवचनं, अजहा देन् ताम् इस् अपित् अपित् सार्वधातुके हलि हलि प्रत्यय हलादिप्रत्यय. सो जहातेश्च इति सूत्रेण जहातेश्च इति सूत्रेण ह्रस्व इकारः भवति. अज अजहित् अजहित् अजहिताम् ईहल्यगोः इति सूत्रेण ईकारस्य ईकारः भवति. अजहि अजहिताम् अजहिताम् ओके एण्ड् लोपो इ आचहौ दे डोण्ट् अप्लै ओके एण्ड् अन् बहुवचनं अन् अन् इति अकारादि अजादिप्रत्यय अजादि अजादि अपित् अजादि अपित् अजादि अपित् श्नाभ्यस्तयोरातः भवति. आकारः लोपः भवति. जहन् अजहन् तत्र भिन्नकार्यमस्ति किल या या उकार उकाररूपं भवति या या ऐ नो सिजभ्यस्त विधिभ्यश्च स्टार्ट् रैट् भगिनि सिजभ्यस्त विधिभ्यश्च जुस् जेहे जुस् नितः लस्य जेहे जुस् ओके नितः लस्य जेहे जुस् ओके. सो अजः हौ डु ऐ डू देट् अजः अण्ड् देन् जुस् लोपः भवति या उस् उस् एव अजह् देन् आकारस्य लोपः भवति श्नाभ्यतयोरातः इति सूत्रे इति सूत्रेण अजहुः अजहुः द्वि देन् सकारः सकारः इति सकारः इति पित् प्रत्यय अजहा योगः सकार पित् प्रत्यय. सो श्नाभ्यस्तयोरातः एव श्नाभ्यस्तयोरातः एव कार्यं करोति. आकारलोपः भवति अजह अजह भगिनि एकवचने आम् सकार सार्वधातुकप्रत्यये स्नाभ्यस्तयोरातः कित् ङित् नास्ति किल कित् नास्ति दिस् इस् पित् दिस् इस् पित् so ajaha will stay then ajaha then ajaha yogah tam tam iti halati apit halati apit so three forms jahatescha iti sutrena ikara hrasva ikarah bhavati ajaha yogah tam ajahitam अजहितम् ईहल्यगोः इति सूत्रेण ईका दीर्घ ईकारः भवति. सो अजहितम् अजहितम् ओके अण्ड् देन् अजहायोगः तकार अजहायोगः तकार अजहायोगः तकार जहातेश्च इति सूत्रेण ह्रस्व इकारः भवति. अजहित अजहित अजहित अण्ड् देट् ओके अण्ड् देन् अं योग अजहायोगः अम् अजहायोगः अम् अम् इति अजादि अपित् नो नो अजादिपित् अजादिपित् अजादिपित् सो मिलनं मिलनमेव अजहा वर्णमे अजहायोगः अम् अजहम् अजहं भगिनि अजहा योगः तत्र कार्यं भवति वा दीर्घ दीर्घ बट् इन् सेम् आकार अजहाम् ओके अजहाम् ओके अण्ड् अजहायोगः अम् अजहां देन् अजहायोग वकार वकार अपित् हल्लाति जहातेश्च इति कार्यं करोति. अजहिव अजहिव अजहिव अजहिव देन् अजहिम अजहिम सम्यक् भगिनि अत्र उहु इत्यस्य अस्मिन् स्नाभ्यस्य वराता इत्यस्य प्रसक्तिः अस्ति वा अथवा उस्य पदान्तस्य अस्ति वा उस्य पदान्तस्य इति अहं चिन्ता अपवादः अस्ति न कुत्र महोदय अजहा योगः उहु इति वा उहु इत्यस्मिन् हा मां स्नाभ्यस्य वरातः उस्य पदान्तस्य भवति वा उस्य पदान्तस्य उसि उसि उसि परे इति लोप पररूपम् इति अस्ति खलु तस्य प्रसक्तिः उसि परे एव भवति खलु अतः अहं चिन्तयामि अपवादत्वेन भवति उसि परे इत्युक्ते उसि इति प्रत्ययः किम् अस्ति इति एकनिमिषं महोदय सूत्रं उस्य पदान्तात् सूत्रसङ्ख्या वदतु महोदय एकवारम् उस्य पदान्तात् इति 6196 पदान्तात् अपदान्त अवर्णात् उशब्दे परे पूर्वपरयोः एकः पररूप एकादेशः भवति. अस्तु इति सूत्रं वदति एतत्तु संहितायाम् इति अधिकारे अस्ति एकभ पूर्वपरयोः इति अधिकारे अस्ति. श्नाभ्यस्तयो रातः कुत्र अस्ति 6-4 अस्ति अङ्गस्य इति अधिकारे अस्ति अतः उस्य पदान्तात् इति वर्णकार्यं सिक्स् तत्र वदतु महोदय श्नाभ्यस्तयो रातः सूत्रसङ्ख्या अङ्गस्य कार्यम् अस्ति अङ्गकार्यम् अतः अङ्गकार्यमेव अङ्गकार्यं बलवत् अस्ति अस्तु अस्तु तद् तदेव प्रथम परन्तु अपवादसूत्रम् अस्ति भवति वा तादृश अपवादत्वेन अङ्गकार्यम् अस्ति चेदपि अपवाद उस् उस् उस् परे एव तस्य कार्यं भवति इति कृत्वा उस्य पदान्तात् इति अस्य वा आमाम् इति बलाबलस्य चिन्तनमेव नास्ति इति चिन्तयामि श्नाभ्यस्तयो रातः उस्य पदान्तात् इति वा अकित् प्रत्ययपरे इति अस्ति हलि अकित् प्रत्ययपरे तत् अपवादः अस्ति हल्ले गोः उस्य पदान्तात् इति अपदान्त अवर्णात् उष् शब्दे परे पूर्वपरयोः एकः पररूप एकादेशः विधिलिङ्ग्लकारस्य जि प्रत्ययस्य जेर्जुस् इत्यनेन जुस् इति आदेशः जकारस्य अस्तु भवति वा न जानामि न भवति महोदय तादृशम् अङ्गस्य एव कार्यं भवति अङ्गस्य कार्यमेव सर्वदा बलवत् तदेव मम चिन्तनम् इतोपि अहं चिन्तयामि उस्य पदान्तात् श्नाभ्यस्तयो रातः द्वयोः किल अपवादः अस्ति वा इति उस्य इति अथवा अपवादः तत् कार्यं करोति चेत् उस्य पदान्तस्य अपि कुत्रापि कार्यं भवति वा आकारात् अकारात् तस्य पर पदान्तस्य तु क्षेत्रमेव भिन्नं किल महोदय अपदान्त अकार आकार अनन्तरं यदा उश् इति शब्दः अस्ति चेत् तत्र पररूप एकादेशः ऊकारः भवति इति उस्य पदान्तात् वदति अतः अपदान्त अकार आकारः इति क्षेत्रमस्ति तस्य इदानीम् अस्माकं श्नाभ्यस्तयोरातः इति परिशीलयामः आकारस्य एव कार्यं श्नाभ्यस्तयो तत्र श्ना इति विकर्णस्य तदा अभ्यस्तस्य आकारस्य सार्वधातुक कित् ङित् प्रत्यये परे तत्र लोपः आकारस्य लोपः भवति इति कार्यमपि कार्यक्षेत्रमपि भिन्नमेव किल भवान् वदति यदा जहा अजहा योगः उहु इति आगच्छति तस्मात् यदा उहु तस्मात् पूर्वमेव उस्य पदान्तात् इति अस्य कार्यम् इति वदति वा उहु इति अस्ति आमां तदा भवति आकार अस्ति आकार अस्ति उस् अस्ति अतः अहं चिन्तितवान् अपदान्त अस्ति अतः तस्य कार्यं भवति वा इति अस्तु सम्यक् सन्धिकार्यमस्ति आम् अपदान्तः तु अस्ति एव उसि अस्ति उस् अस्ति उहु इति अस्ति उहु उस् एव उहु उस् एव अनन्तरमेव उहु भवति किल चिन्तनीयं महोदय प्रश्नः सम्यक् एव चिन्तनीयम् इतोपि अङ्गाधिकारः एव सर्वदा तस्य एव बलम् अधिकम् वर्णात् अङ्गमेव बलीयः एव तस्य कार्यमेव प्रथमं भवति अङ्गकार्यं किल वर्णकार्यं तु अनन्तरमेव भवति अतः तस्य कार्यमेव भवति न अपवादः नास्ति इति चिन्तयामि इदानीं पर्यन्तं मम मनसि तादृशम् आगच्छति इतोपि चिन्तयामि इदानीं मम अपि भ्रमः तत्र अङ्गकार्यमेव प्रथमकार्यं तु सर्वदा अन्ते एव भवति किल अतः इदानीं पर्यन्तं मम मनसि अपवादस्य अवसरः नास्ति इति चिन्तयामि अपि च भगिनी उस्य पदार्थस्य तत्र आकारस्य उकारस्य स्थाने पररूप आदेशः भवति अत्र तु अश्नाभ्यशरात् अत्र तु लोपः भवति कार्यं भिन्नं पररूप यदा आदेशः पररूपं निमित्तानि समानानि परन्तु अत्र कार्यं अङ्गस्य एव अधिकारः बलवत् महोदय अङ्गाधिकारः एव सर्वदा प्रथमं भवति पश्यामः इतोपि चिन्तनं कुर्मः परन्तु एतावता तदेव आगच्छति मम मनसि अस्तु अग्रे सरामः इदानीं धा धातुः अत्र तु ओ विधिलिङ्गं न कृतवन्तः वा भवती एव करोतु भगिनि क्षम्यतां आं भगिनि विजया भगिनी पुनः आशीर्वादेन करोतु भगिनि विधिलिङ्गकारः सर्वे प्रत्ययाः यकारादि सो लोपो इति इत्यनेन जहातेः अङ्गस्य लोपः ई सार्वधातुके परे सो जहा इति अङ्गस्य आकारस्य लोपः भवति रूपाणि भवति जह्यात् जह्याता युः जह्युः जह्याः जह्यातां जह्यातं जह्यात जह्यां जह्याव जह्याम इति रूपाणि भवती एव आरम्भं करोतु भगिनि बि इति भागः दुदाय् धा दुदाङ् दा रुधाञ्ज् धा धातु दा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं धा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं द्वे द्वातु धातु हलादिपित्सु आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति ददा योगः ति ददाति अजादिपित्सु आकारान्तेषु गुणः न भवति केवलं सन्धिकार्यं ददा योगः आनि ददामि हलादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः ददा योगः तः दद् आकारस्य लोपः दद् योगः तः खरि च इत्यनेन चत्वसन्ति दत्तः इति रूपं भवति अजादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः ददा योगः अति इति दद् योगः अति ददति ईत् हल् एगोः इति सूत्रेण अगः सो घु संज्ञक धातुः दा धा धातुः घूसञ्ज्ञः धातुः इति चेत् अत्र ई हल्येगोः सूत्रस्य प्रसक्तिः नास्ति सो हलादिपित्सु विषये स्नाभ्यस्तयोरातः इत्यने इति सूत्रस्य प्रसक्तिः अस्ति आकारस्य लोपः भवति समीचीनं घूसञ्ज्ञः इति कृत्वा तस्य ई हल्यगोः इति सूत्रस्य प्रसक्तिः नास्ति अत्र दत्तमस्ति हलादि अपित्सु आकारस्य हलादि अपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति ई हल्येगोः इत्यस्य प्रसक्तिः अत्र तु नास्ति एव ई हलि अघोः अघोः इत्युक्ते न गुः अघुः तस्य घु इति काचन संज्ञा अस्ति दा धातुः धा धातुः च नुसङ्गकधातुः स्तः अस्य कृते अधः दाध ग्वदाप् इति सूत्रं विवृतम् अस्ति समीचीनम् अस्तु अतः कार्यं किं भवति इति एकवारं वदतु भगिनि हलादिपित्सु किं भवति अजादिपित्सु किं भवति हलादिपित्सु इत्यनेन आकारन्तु गुणः न भवति किमपि कार्यं नास्ति कोऽपि कार्यं नास्ति उदाहरणं दत्तमस्ति दा धातु दा द श्लौ परे द्वित्वं भवति दा द ह्रस्वः इत्यनेन दकारः द द इति भवति दा द हलादि पित् प्रत्यये परे कोऽपि कार्यं नास्ति रूपं भवति ददाति अजादि पित् अपि अकारान् आकारान्तेषु गुणः न भवति केवलं सन्धिकार्यं भवति इति ददा योगः आनि ददानि सवर्णदीर्घसन्धिः भवति हलादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति ददा इति अङ्गं ददा योगः तः हलादि अपित् प्रत्ययः अत्र श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति दद् योगः तः अत्र खरिच इति अनेन चत्वसन्धिः भवति तकारः दद् दकारस्य स्थाने तकारः आदेशः भवति दत् योगः तः दत्तः इति रूपं भवति अजादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति दद् ददा इति आकारस्य लोपः दद् दद् योगः अति ददति इति रूपं भवति समीचीनं सम्यक् धन्यवादः भगिनि अरुणा भगिनी ई हल्यगोः पठति वा आं भगिनि ई हल्यगोः स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकार आदेशः भवति कितिनिति हलादिसार्वधातुकप्रत्यये परे परन्तु घूसंज्ञकधातु चेत् न भवति घूष्णकसञ्ज्ञकधातुः नाम दा धा च धातु पूर्ण पठामि भगिनि पूर्णतया पठ न गुः अगुः तस्य अघोः ई लुप्त प्रथमाकं पदं हलि सप्तम्यन्तम् अघोः षष्ट्यन्तं त्रिपद्यविधं सूत्रं स्नाभ्यस्तयोरातः इत्यस्मात् स्नाभ्यस्तयोः आतः चेत् अनयोः अनुवृत्तिः गम् गमहनजनखनगसां लोपः कित्यानि इत्यस्मात् कितिनीति इत्यस्य अनुवृत्तिः अत् उत्सार्वधात्तिके इत्यस्मात् सार्वधात्तिके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आतः ई कितिनीति हलि सार्वधात्तिके अघोः अत्र नूतनसूत्रमस्ति ई हल्यगोः स्नाप्रत्ययस्य अथवा अभ्यस्तसंज्ञधातोः आकारस्थाने दीर्घ आकारः आदेशः भवति. निमित्तमस्ति कितिनिति हलादिसारुधातुकप्रत्यये परे, परन्तु नुसंज्ञकधातुः अस्ति चेत् न भवति. गुसंज्ञक नाम किम् अस्ति चेत् दाधातु दा धा धातु धातुद्वयं घुसंज्ञक धातवः धातु अनुवृत्तिसहित सम्पूर्णसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आतः ई कितिनिति हलिसारुधातुके अघोः धातु दा धातु दा धा धातु अस्ति चेत् द्वयो धातु जुहादिगणे अस्ति अभ्यस्तसंज्ञक अभ्यस्तकार्यं भवति. ततः कितिनीतिप्रत्यये सार्वधातुकप्रत्यये परे अलादिसार्वधातुकप्रत्यये परे ईकार आदेशः भवति आकारस्थाने. परन्तु धा धा इत्यस्य भवति वा ईकारादेशः? तदेव प्रथमवाक्यं साधारणतया भवति आकारस्य स्थाने ईकारादेशः, परन्तु धा धा इति गुसंज्ञकधातुः इति कृत्वा तस्य न भवति. धा अपि आकारान्तः एव भवेत् परन्तु न भवति. किमर्थम् इत्युक्ते ते तु गुसंज्ञकधातुः इति कृत्वा न भवति. अग्रिमसूत्रमपि पठतु भगिनि. धारूपधातोः धारूपधातोः च घुसंज्ञक भवति दाप् दैप च विहाय. यस्य धातोः स्वरूपं दा धा च अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति तस्य धातोः घुसंज्ञकः भवति. आहत्य षड् धातवः गृहीता दुधै दान दो देङ् दुधै दे च अनुबन्धलोपानन्तरं चत्वारः धा धातवः सन्ति दौ धा दो धा धाश्च दाश्च दाश्च दाश्च दाश्च तेषाम् एकशेषः दाः धाश्च दाश्च तयोः इतरेतरद्वन्द्वौ धौ दासश्च धौ च तेषाम् इतरेतरद्वन्द्वः न दाप् अदाप् दाधाः प्रथमान्तं घु लुप्रथमाकम् अदा प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं धाधाः घु अधा. अत्र सूत्रं अस्ति केवलं धाधा. अत्र धारूपधातुः धारूप गुसंज्ञकधातुः वयं पठितवन्तः परन्तु अत्र अन्यः धातु अस्ति दाप् दैप अपि च धातु विषये अपि द्वे धातु द्वौ धातु अस्ति षष्ट धातवः सन्ति दादा रूपम् अस्ति दुधै दान् दान् दो देङ् दुधै धे च षष्टधातवः निश् अनुबन्धलोपानन्तरं दा एव अवशिष्यते तदेव अत्र सूत्रं वदति भगिनि सम्यक् एव गुसंज्ञा इति संज्ञा अस्ति तत्र धा इति चत्वारः धा महाप्राणधा इति चत्वारः षड् धातवः अस्ति धारूपधातुः धारूपधातुः इति तत्र धातुद्वयं वर्जयित्वा एव तस्य ग्रहणं भवति धाप् धैप् विहाय ग्रहणं भवति इति वदति कीदृशसूत्रं भगिनि एतत् संज्ञासूत्रं भवति संज्ञासूत्रमेव सम्यक् प्रथम अध्याये अस्ति प्रथमपादे अस्ति गुसंज्ञा इत्युक्ते किम् इति वदति समीचीनं भगिनि धन्यवादः विजया भगिनी अग्रिमपरिच्छेदः पठति वा आं भगिनि अस्मिन् सूत्रे कथं दो देङ् देट् इत्येषां ग्रहणम् एते तु दारूप दातवः न सन्ति लक्षणप्रतिपदि प्रतिपदितयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत् दुदाञ्ज् दान् दुदाञ्ज् इत्येषां प्रतिपदोक्तत्वग्रहणं भवति किन्तु दो देङ् देट् इत्येषां लक्षणमाध्यमेन एव आकारान्तत्वं सिद्ध्यति आदे च उपदेशे शिति इत्यनेन अशिति प्रत्यये परे एजन्तधातूनां आत्वं लक्षणेन एव येषां त्रयाणाम् आत्वम् इति कृत्वा ग्रहणं न स्यात् किन्तु उक्तपरिभाषायाः अपवादत्वेन गृहेणेषु अविशेषः इति तद् अग्रिमपरिभाषया लक्षणेन एव द इत्यनयोः आकारान्तत्वं सिद्ध्यति चेदपि तयोः ग्रहणं भवति अदाप् इत्यस्य कथनेन दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणमपि तदेव भवति एतत् सर्वं बासञ्जक इति किञ्चित् अस्ति कश्चन नाम अस्ति तादृशमेव तत्र भूसञ्जकः इति कश्चन नाम भूसञ्जकः अस्ति भवती एव करोतु भगिनि तत्र अहं न जानामि किं किम् अस्ति अत्र महोदय रघुपतिमहोदय प्रयत्नं करोति वा हा भगिनि अत्र अत्र दादा दुदापि इति अस्ति अत्र दा इत्यस्मिन् अन्य दो देङ् इत्यस्यापि ग्रहणम् अभवत् किमर्थम् इति चेत् अत्र दा दो अपि देङ् इत्यस्मिन् आदेशे उपदेशाचित् अशीति इत्यनेन आत्वम् आत् सोरि आत् आत्वं भवति उपदेशे एकार एच् धातोः आत्मं भवति अतः तत्र दा तस्य ग्रहणम् इति इदानीम् अभवत् दादा द्वदापि इत्यस्मिन् दाश्च दाश्च दाश्च दाश्च अत्र अन्तिमद्वयं दो अपि देङ् इत्यस्य अस्ति अत्र इदानीं प्रश्नः अस्ति कथं देङ् अति अपि च दो अपि देङ् अथवा धेट् इत्यस्य धा इत्यस्मिन् ग्रहणं भवति इति अत्र यदा लक्षणमपि प्रतिपदोक्तयोः स्वीकुर्मः चेत् प्रतिपदोक्तस्य एव ग्रहणं भवति न तु लक्षणस्य इति इदानीं देङ् दो इति लक्षणस्य लक्षणत्वेन एव भवति दा इति मूले दे इति अस्ति परन्तु अनन्तरं दा भवति परन्तु परिभाषा वदति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इत्युक्ते दा दा यत् दा अस्ति तस्य एव ग्रहणं भवति न तु लक्षणत्वेन दे अपि च दो इत्यस्य ग्रहणं भवति इति दत्तं परन्तु तस्य अपवादत्वेन तस्य परिभाषा अपवादत्वेन गा मा दा ग्रहणेषु अविशेषः तदपि अहं जानामि न जानामि तत्र परिभाषा किमस्ति इति तेन परिभाषया यत् लक्षणमस्ति यत् दो इति देङ् इत्यस्य इदानीम् अनन्तरं दा इति भवति अतः तस्य ग्रहणं भवति इति दत्तमस्ति परन्तु द्वितीयपरिभाषस्य न जानामि किमस्ति इति अविशेष गा धातुः गै इति गै इति तद् घा इति भवति किल तद् अपवादसु अपवादपरिभाषायाः अपवादः अस्ति तद् लक्षणस्य इति परिभाषा अस्ति किल लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणं न तु लक्षणस्य इति अस्ति किल तत् परिभाषायाः अपवादः अस्ति घा मा धा ग्रहणेषु अविशेषः इति तत्र तद् वदति यदा किं वदति तद् लक्षणमस्ति चेदपि किमपि तद् लक्षणम् अस्ति चेदपि तस्य ग्रहणं भवेत् इति प्रतिपदोक्तम् इदानीं दादा इति प्रतिपदोक्तमस्ति दा इति रूपं परन्तु दा इति साक्षात् रूपं नास्ति दो अपि देङ् इत्यस्य अनन्तरमेव भवति क्षितिपरे एव भवति इति अतः किमर्थं तत्र त्वधाप् इत्यस्य तत्र अधाप् इति भागः अस्ति किल तत्र धाप् दैप् इति ग्रहणं भवति तत्तु धा इति दकारादि नास्ति धाधा इति नास्ति किमर्थं तस्य ग्रहणम् इत्येव प्रश्नः तत्र धो धेङ् धेट् इति सर्वं तु धारूप नास्ति तत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति कृत्वा प्रतिपदोक्तस्य ग्रहणम् इति कथम् आगच्छति इत्युक्ते तत्र आदेश उपदेशेशिति इत्यनेन धो दे इति यत् एजन्तधातुः अस्ति तस्य आत्वं तु प्रथमं भवति लक्षणेन एव त्रयाणाम् आत्वं भवति तत्र लक्षणेन आत्वम् इति कृत्वा तस्य ग्रहणं तु न भवेत् प्रतिपदोक्तस्य एव ग्रहणं किल तत्र एतद् अपवादसूत्रम् आगच्छति अपवादपरिभाषा आगच्छति घा मा धा ग्रहणेषु अविशेषः ग्रहणेषु अविशेषः इति कृत्वा तद् धा धा इत्यनयोः यद् आकारान्तत्वं सिद्ध्यति तस्यापि ग्रहणं भवेत् इति एतत् परिभाषायाः परिभाषा वदति अपवादपरिभाषा अस्ति अतः तद् वदति अतः एव अधाप् इत्यनेन दाप् दैप् इत्योः ग्रहणम् इति वदति स्पष्टं वा आं भगिनि दारूपधातु अस्ति इदानीं दारूप भवति अनन्तरं तद्धारूप इत्येव मुख्यविषयः धारूप धारूप धा इति धातुः नास्ति दारूपधातुः तदेव तद् मुख्यमस्ति अस्मिन् सूत्रे धन्यवादः महोदय राजेन्द्रमहोदय आदेश उपदेशे अशिति सूत्रम् आं भगिनि पठामि आदेच उपदेशे अशिति उपदेशे एजन्तस्य धातोरात्वं न तु शिति उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः न तु आतिदेशिकधातूनाम् उपदेश अवस्थायां अशिति प्रत्यये परे एजन्त धातूनाम् अन्यतस्य अन्त्यस्य एचः स्थाने आत्वा आदेशः येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् एव ए ए ए ऐ ओ औ ष इत् यस्य न षित् न षित् अषित् तस्मिन् विषये अशीति नैन् तत् पुरुषः आत् प्रथमान्तम् एचः षष्ठ्यन्तम् उपदेशे सप्तम्यन्तम् अशीति सप्तम्यन्तम् अनेकपदं सूत्रम् लिटि धातो अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिसहित सूत्रम् एचः धातोः आत् उपदेशे अशीति सूत्रं वदति यथा यः एकार एच् एच् एचन्त धातवः ये सन्ति उपदेश अवस्थायां तत्र आत् आदेशः भवति एच् स्थाने आत् आदेशः भवति यतोहि तत्र अशीति प्रत्यय अशीतिप्रत्ययपरेण अस्ति तदा तत्र आत् आदेशः भवति धातु उपदेश अवस्थायां भवति आतिदेशिक धातूनां सूत्रस्य प्रसक्तिः नास्ति उपदेश अवस्थायाम् एव सूत्रं कार्यं करोति. अग्रे अपि पठतु महोदय. अनेन रुधाय अपि घुसंज्ञकौ धातु अतः ईहल्यगोः इत्यस्य प्रसक्तिः नास्ति. शिनाभ्यस्यो रात् इति सूत्रं किति नीति सारदातक प्रत्ययपरे कार्यं करोति. केवलम् अजादि अपित्सु तु न उक्तम् अतः अवसरः यत्र भवति तत्र हलादि अपित्सु अपि कार्यं करोति. धातुः अन्योः प्रसङ्गे तादृश अवसरः प्राप्यते. अत्र दुधाय अपि च रुधाय धातु गुसंज्ञकधातुः अस्ति. अत्र अस्मिन् स्थितौ ईहल्यगोः तस्य सूत्रस्य प्रसक्तिः न आसीत् यतोहि घुसंज्ञकधातूनां कृते ईहल्यगोः सूत्रस्य प्रसक्तिः न आसीत् तत्कारणात् आकारस्य इकारात् आदेशः न भवति. अत्र सामान्यशिनाभ्यस्योरात् सूत्रं किति नीति सार्धात् प्रत्ययपरे कार्यं करोति यतोहि सूत्रे तत्र हलादि अजादि किमपि न लिख अस्ति के तत्कारणात् तत्र न अजादि अपि तु हलादि किति नीति प्रत्ययपरे अपि तस्य कार्यं भवति यतोहि तत् पूर्वं यतो अस्माभिः यथा वयं पठितवन्तः तत्र वयं सदैव तत् अजादिप्रत्ययपरे एव शिनाभ्यस्योरात् सूत्रस्य कार्यं कृतवन्तः. परन्तु अस्मिन् सूत्रे किमपि न लिखितमस्ति हलादि भवतु अथवा अजादि भवतु यतोहि तत्र ईहल्यगो तत् सूत्रस्य प्रसक्तिः न अस्ति तत्कारणात् तत् हलादि अपित्सु अपि यत्र अवसरः भवति तत्र शिनाभ्यस्योरात् आगत्य कार्यं करोति तथा आकारस्य लोपः अस्मिन् सूत्रे भवति. धातु एतस्मिन् धातोः प्रसङ्गे तथा तादृशी अवसरः प्राप्यते यतोहि तत्र भूसंज्ञकधातुः अस्ति तत्कारणात् ईहल्यगोसूत्रस्य प्रसक्तिः न. तत्र पूर्वं यदा वयं कृतवन्तः तत्र श्नाभ्यस्तयोरातः इत्यस्य कार्यं तु ईहल्यगोः इत्यनेन बाधितम् आसीत् किल. अतः एव वयं तु हलादि कित्ङित् प्रत्यये परे ईहल्यगोः इत्यस्य कार्यं कृतवन्तः. इदानीं तद् बाधा तु निवृत्ता, तद् नास्ति इदानीम्. अतः स्नाभ्यस्तयोरातः एव सर्वत्र वयं कर्तुं कित्ङित् प्रत्यये परे अजादि वा हलादि वा तत्र कर्तुं शक्नुमः. समीचीनम्. अग्रे पठतु महोदय. धातोः कृते तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यम् उपयुक्तम् एव. तत् विहाय लोट् लकारस्य मध्यमपुरुषे दधा योगः देहि सूत्रम् इदं तत्र यत्र मध्यमपुरुषे एकवचने तत्र लोट् लकारे तत्र दधा योगः तत्र देहि निष्पन्नं भवति तत्र तत्र अन्यत् सूत्रम् अस्ति तेन तस्य तत् कार्यं प्रक्रिया भवति कार्यस्य प्रक्रिया भवति. समीचीनं महोदय, धन्यवादः. उषा भगिनी पठति वा सूत्रम्? आं भगिनि. ग्वसोरेत् अभ्यासलोपश्च ग्वसोरेत् धावभ्यासलोपश्च हि परे गुसंज्ञकधातोः अस् धातोः च स्थाने एकार आदेशः भवति. अभ्यासः अस्ति चेत् तस्य लोपः भवति. पुनरपि पठितुम् इच्छामि भगिनि. ग्वसोरेत् धावभ्यासलोपश्च धाविति ओ अस् धातु असौ धातु इति ओके असौ ओके ग्वसोरेत् असौ अभ्यासलोपश्च ही परे गुसंज्ञकधातोः अस् धातोः च स्थाने एकार आदेशः भवति. अभ्यासः अस्ति चेत् तस्य लोपो भवति. ओके अलोन्तस्य इत्यनेन धातुरूपी अङ्गस्य अन्तिमवर्णस्य स्थाने एकार आदेशः न तु पूर्णतया अङ्गस्य. ओके गुश्च अश्च तयोः इतरेतरद्वन्द्वः ग्वसौ तयोः ग्वसोः ओके अभ्यासस्य लोपः अभ्यासलोपः षष्टितत्पुरुषः ग्वसोः षष्ट्यन्तम् एत् प्रथमान्तं हौ सप्तमीयन्तम् अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकरूपमितम् अनेकपदमितं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ग्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ ग्वसोः गुश्च अश्च गु इति धाता ग्वता धा धा इति धातोः सूचयति. गु अस् अस् इति धातु ग्वसोः अङ्गस्य एत् एत् इति आदेशः भवति. हु हकारप्रत्यये परे अभ्यासलोपः च भवति. अभ्यासः अस्ति चेत् अभ्यासः अस्ति चेत् अभ्यासलोपः भवति हु प्रत्यये परे. समीचीनं. किमर्थम् इत्युक्ते अस् धातुः अपि अस्ति, अस् धातोः अभ्यासः तु न भवति किल. ओ ओके अस् धातु नो अभ्यास ओके. अतः यत्र अभ्यासः अस्ति तत्र अभ्यासस्य अपि लोपः भवति. एकारादेशः भूत्वा अभ्यासस्य लोपः भवति कार्यद्वयं हिमरे. परन्तु यदा अस् धातुः अस्ति तत्र एकारादेशः एव भवति, अभ्यासलोपः कार्यं तु तत्र न भवति. समीचीनम्. अग्रे अपि पठतु भगिनि. ग्वसोरेत् ग्वसोरेत् योगः हावभ्यासलोपश्च जलां जशोन्ते इत्यनेन जष्ट्वं ग्वसोरेत् योगः हावभ्यासलोपश्च जयोः अन्यतरस्याम् इत्यनेन ग्वसो ओ द तकारा बिकम्स् द धकारा. ओके जलां जशोन्ते तकारा योग बिकम्स् धकारा. ग्वसोरेद् ग्वसोरेद् योगः हावभ्यासलोपश्च जयोः अन्यतरस्याम् इत्यनेन विकल्पेन पूर्णसवर्ण आदेशः पूर्वसवर्ण या द हकारा बिकम्स् या ग्वसोरेद् धावभ्यासलोपश्च. ओके दे आर् एक्स्प्लेन् द सूत्र. ओके ओके समीचीनं. तत्र जयोः अन्यतरस्यां पठतु भगिनि. तत्र जयोः अन्यतरस्यां जयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्ण आदेशः भवति. जयः पञ्चमीयन्तं हकारः हः षष्ट्यन्तम् अन्यतरस्यां सप्तमीयन्तं त्रिपदमितं सूत्रम्. उदः स्थास्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः अन्यतरस्याम् इत्युक्ते विकल्पेन अनुवृत्तिसहितसूत्रं जयः हः पूर्वस्य सवर्णः अन्यतरस्यां जयः परस्य हकारः पूर्वस्य सवर्णः अन्यतरस्याम् ओके हकारः इति वर्णः जयः इति परस्य अस्ति चेत् हकारः स्थाने पूर्वसवर्णः विकल्पेन भवति विकल्पेन भवति जयः इत्यस्य जय् इति प्रत्याहारे चबञ्ज् घटदश् जबगडश् कप चटत चटत कपै चतुर्वर्णाः क चटतप चतुर्वर्णाः ऊष्मानः नास्ति अनुस्वारः अनुनासिकाः नास्ति अनुनासिकः तु नास्ति एव जबगडद जब इत्येव आरम्भं भवति किल कपै पर्यन्तं कपैपर्यन्तं ऊष्माणः तु नास्ति आम् सम्यक् अतः जै उत्तरस्य हकारस्य एव कीदृशकार्यम् इति वदति वा कुत्र अस्ति अष्टाध्याय्याम् 8-4 सो त्रिपादिकार्यं वर्णकार्यं वर्णकार्यं किमपि तद् प्रत्ययः इति किमपि न उक्तं जयः उत्तरस्य हकारः कुत्रापि भवितुम् अर्हति किल जयः उत्तरस्य हकारः तत्र विकल्पेन पूर्वसवर्णादेशः भवति अतः तद् कार्यं तु नास्ति अस्मिन् सूत्रे सूत्रस्य विच्छेदं कृत्वा तत्र एव धातोः विषये किमपि नास्ति या ग्वसोः एत् धाव अभ्यास लोपश्च दे आर् एक्स्प्लेनिङ्ग् दट् रूपद्वयं तत्र रूपद्वयं भवति किल भगिनि किं भवति ग्वसो रोद् they said that very nicely there I don't know bagini gvasoret yeah gvasoret yogah hav abhyasa lopascha so ha becomes the dhakara the ha iti varnah dakarah barah asti dakarah iti jayanta varnah jay pratyahare asti सो दकार इति सवर्णः चेत् हकारः इति महाप्राणः सो इट् बिकम्स् धा सो ग्वसोरे धावभ्यासलोपश्च सूत्रमिति महाप्राण अपि च मृदुव्यञ्जना इति भवितुमर्हति परन्तु तत् कर्कश व्यञ्जनास्ति हकारस्य किमर्थं दकार एव भवति इति हकारस्य इति मृदुव्यञ्जन अस्ति संवारणादघोष इति अस्ति अपि च आभ्यन्तरप्रयत्नेनैव भवति अत्र सवर्ण महाप्राणः संवारणादघोष अपि अस्ति अतः अतः एव तत्र संवारणादघोष इत्युक्ते मृदुव्यञ्जन अस्ति अतः हर्ष्वर्णः अस्ति अतः एव अत्र तवर्गीयव्यञ्जनेषु इदानीं मृदुव्यञ्जनानि तृतीयवर्गतृतीय चतुर्थ अस्ति चतुर्थ अस्ति अतः तत्र महाप्राण एव भवति इति अस्ति सम्यक् घ घ ङ इति यद् वर्णत्रयम् आगच्छति तत्र महाप्राणः एव तस्य सवर्णः घ चतुर्थवर्णः वर्गतृतीय चतुर्थ अनुनासिकः आगच्छति हश् इति कृत्वा परन्तु हकारस्य सवर्णः घ आभ्यन्तर क्षम्यतां बाह्यप्रयत्नेन समीचीनं स्थानेऽन्तरतमः च ह्य इति आदेशः वर्गचतुर्थ हकारस्य अतः एव सर्वत्र चतुर्थवर्णः एव भवति वर्गचतुर्थ तदेव महाप्राणः मृदु व्यञ्जनं भवति अतः स्थानेन्तरतम् इत्यनेन स्थानस्य न भवति कण्ठ अस्ति हकारस्य स्थानेन्तरतमः तत्र तत्र पूर्वम् एकवारं वयं पठितवन्तः गुणसाम्यं स्थानेन्तरतम प्रथमं तु अस्ति स्थानसाम्यं भवेत् स्थानसाम्यम् इति तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन तद् न भवति चेत् आभ्यन्तरप्रयत्नः अपि द्रष्टव्यं गुणस्य न न तत्र प्रायः अग्रिमवर्गे कुर्मः तुल्यास्य प्रयत्नं सावर्ण्यम् अनुदित् सवर्णस्य अप्रत्ययः तत्र भिन्नभिन्नकार्याणि भवति महोदय तत्र स्थानेन्तरतमः किम् अत्र भवतः पार्श्वे अष्टाध्यायी डाट् काम् अस्ति वा 1150 वा 40 वा स्थानेन्तरतमः इति 1150 उद्घाटयतु एकवारं पठामः अनन्तरं तत्र एकवारं पूर्वं पठितवन्तः इति स्मरामि अस्माकं अस्माकं करपत्रे एव अस्ति आसीत् स्थानसादृश्यम् अर्थसादृश्यं गुणसादृश्यम् इति पूर्वं बहु पूर्वं किल तद् मम पादः इति किमपि शब्दः स्वीकृत्य महोदयेन स्थापितं परन्तु अस्मात् एव पठामः किञ्चित् स्पष्टता भवेत् यदा वयं तत्र तुल्यास्य प्रयत्नम् इति तत्तु भिन्नं तत्र तु स्थानम् अनन्तरम् आभ्यन्तरप्रयत्नः समानः भवतु तुल्यास्य प्रयत्नम् आस्य इति मुख कण्ठः तालु इति मुखे स्थितवर्णाः क्षम्यताम् उच्चारणस्थानम् इति स्वीकृत्य भवति स्थानेन्तरतमः इति भिन्नकार्यं यत्र अनेके आदेशाः सन्ति तत्र सदृशतमः आदेशः इति इति भवति तत्र भिन्नभिन्न अस्ति भवान् एव पठतु महोदय तत्र पूर्वसवर्णसन्धिः अपि तत्र साध्यं वा किमर्थं चेत् प्रथमवर्णस्य अकारस्य स्थाने चतुर्थवर्णः दकारः परिवर्तनम् अभवत् तत्र आदेशः भवति खलु पूर्वसवर्णसन्धिः अपि साध्यं वा तत्र पूर्वसवर्णसन्धिः अत्र न भवति किल भगिनि परन्तु तत्र प्रथमवर्णस्य चतुर्थवर्णः कार्यं न तत् सवर्णग्रहणं भिन्नं भगिनि एतत्तु भिन्नविषयः अस्ति महोदय प्रथम बिन्दुः पाठति वा स्थानसादृश्यम् आमां स्थानिनः अनेक आदेशः भवितुमर्हति चेत् सादृशतमादेशः विधीयन्ते सादृश्यं कथं निर्णीयते वस्तुतः सादृश्यं चतुर्विधम् अस्ति स्थानसादृश्यम् अर्थसादृश्यं गुणसादृश्यं प्रमाणसादृश्यं क्रमेण पश्यामः प्रथमं स्थानसादृश्यं स्थानमित्युक्ते वर्णोत्पत्तिस्थानं यत्र भिन्नानाम् आदेशानाम् उच्चारणस्थानं भिन्नमस्ति तत्र उच्चारणस्थानसाधर्म्येण यः वर्णः सदृशतमः तस्य स्वीकारः करणीयः यथा मिदेर्गुणः इत्यनेन यद्यपि इकारस्य स्थाने अकारः एकारः ओकारः विधीयते तथापि एतेभ्यः केवलम् एकारस्य उच्चारणस्थानं कण्ठतालु इकारस्य उच्चारणस्थलं तालु सः सदृशतमम् अस्ति अतः अत्र मिद् धातोः इकारस्य एकारादेशः करणीयः अत एव मेद्यति इति रूपं सिद्ध्यति इति अस्ति अत्र एतत् स्मर्तव्यं यत् आदेशनिर्णये केवलं सादृश्यम् आवश्यकमस्ति समानता न इत्युक्ते यद्यपि इकारस्य उच्चारणस्थानम् अ ए ओ एतेषाम् उच्चारणस्थानैः सह समानं नास्ति तथापि एतेभ्यः एकारस्य उच्चारणस्थानम् ईकारस्य उच्चारणस्थानस्य सदृशतमम् अस्ति अतः आदेशरूपेण तस्य विधानं भवितुम् अर्हति इति अस्ति आमां यत् यत् सदृशतमा अस्ति तत्रैव अत्र समानता भवेत् इति तादृशनियमः नास्ति, आवश्यकं नास्ति. अतः स्थानसादृश्यं प्रथमं तु वर्ण उत्पत्तिस्थानं यदा भवान् उक्तवान् कण्ठतालु इति एकारस्य उच्चारणस्थानम्, ईकारस्य तु तालु, तत्र सदृशतम अस्ति अतः तत्र एकारस्य स्थाने इकारः. क्षम्यतां, तदेव किल? आमाम्, एकारस्य कण्ठतालु इकारस्य तालु, अतः इकारस्य स्थाने एकारादेशः मिद् मेद् भवति तत्र. अतः तत्र स्थानसादृश्यम् अग्रिममपि पठतु महोदय. अर्थसादृश्यम् अर्थेन सादृशम् अर्थसादृशम् यत्र यत्र स्थानसादृश्येन आदेशनिर्णयः न भवितुं शक्यते तत्र अर्थसादृश्यस्य विचारः करणीयः. यथा पद्मन्नो तदेव वयं पूर्वं पठितवन्तः. पद् दत् नस् मास् हत् निश् आसन् यूषन् दोषन् यकन् शकन् उदन् आसन् इति आदेशाः निर्दिष्टाः सन्ति. अत्र स्थानिनः न उक्तः, अतः ये शब्दाः अर्थसादृश्येन आदेशसमानाः सन्ति ते स्थानिरूपेण स्वीक्रियन्ते. यथा पद् द शब्दस्य स्थानि पाद् पाद इति, पाद दत् शब्दस्य स्थानि दन्त आदयः. एतदेव अर्थसादृश्यं. गुणसादृश्यमस्ति अत्र. गुण इत्युक्ते बाह्यप्रयत्नाः. यत्र स्थानसादृश्येन अर्थसादृश्येन वा निर्णयं कर्तुं न शक्यते. यथा अत्र दकारस्य हकारस्य दकार अर्थसादृश्येन न भवति, अपि च स्थानसादृश्येन न भवति. तत्र गुणसादृश्यतम उपयोगः करणीयः. यथा जयोः अन्यतरस्याम् अनेन सूत्रेण जयवर्णात् परस्य हकारस्य पूर्वसवर्णः भवति. यथा वाग्योगः हरि इत्यत्र अनेन सूत्रेण हकारस्य पूर्वसवर्णः इत्युक्ते गकारस्य सवर्णः विधीयते. गकारस्य सवर्णः इत्युक्ते सर्वे कवर्गीयः कख गघ न एतेभ्यः हकारस्य स्थाने कः वर्णः आगच्छेत् एतत् ज्ञातुं स्थानसादृश्यस्य अर्थसादृश्यस्य वा सहायं स्वीकर्तुं न शक्यते. अतः अत्र गुणसादृश्यं द्रष्टव्यं. हकारस्य बाह्यप्रयत्नः संवारनादघोषः महाप्राणः तादृशा एव गकारस्यापि. अतः अत्र हकारस्य स्थाने हकारस्य स्थाने घकार विधीयते. अतः वाग्हरि इत्यत्र वाग्धरि इति सन्धिः भवति. सर्वेषां वर्णानां बाह्यप्रयत्नाः अत्र निर्दिष्टाः सन्ति, ते दृश्यन्ताम् इति दत्तमस्ति. अस्तु, अत्र यत्र आमाम् अत्र तृतीय सोपाने भवति. प्रथमं स्थानसादृशं द्रष्टव्यं, तद् नास्ति चेत् अर्थसादृशम्. अनन्तरं गुणसादृश्यं. गुणः इत्युक्ते बाह्यप्रयत्नः. इतोपि एकमस्ति, तदपि पठतु महोदय. अस्तु, प्रमाणसादृश्यं. प्रमाण इत्युक्ते उच्चारणमात्रा इत्युक्ते अर्धमात्रा, एकमात्रा, द्विमात्रा, त्रिमात्रा इत्यादि. यत्र स्थानसादृश्येन अर्थसादृश्येन गुणसादृश्येन न निर्णयं भवति तत्र प्रमाणसादृश्यस्य सहायं स्वीक्रियते. यथा अधसो से दादु दोभः. अनेन सूत्रेण अधस् शब्दस्य तकारस्य बकारः तथा दकारात् परस्य वर्णस्य उकारादेशः भवति. अयम् उकारादेशः यदि ह्रस्वः वर्णस्य स्थाने भवति तर्हि ह्रस्व उकारः आदेशरूपेण विधीयते. तथा अयम् उकारादेशः यदि दीर्घवर्णस्य स्थाने भवति तर्हि दीर्घ उकारः आदेशरूपेण आगच्छति. अत्र यद्यपि उकारः विधीयमानास्ति तथापि अयं सवर्णग्रहणं करोति इति भाष्ये स्पष्टकृतमस्ति. अस्तु, विधीयमानः उकारः अस्ति तद् वयं प्रायः सप्ताहे पठामः. तस्मिन् तत् अनुदित् सवर्णस्य अप्रत्ययः इति विधीयमान यण् अथवा यद् विधीयमानः इति. यद्यपि अत्र उकारः विधीयमानः तदापि अयं सवर्ण ग्रहणमेव करोति इति भाष्यं, भाष्यमेव प्रमाणमस्ति. यदा वयं अष्टाध्यायी किम् अनन्तरं किं भाष्यं कात्यायनः विधीयमानः इत्युक्ते उकार इति इदानीम् आदेशरूपेण आगच्छति यत् उकार एव भवति, न तु दीर्घ उकार, सवर्णग्रहणं न भवति इति. किमर्थम् इति चेत् उ इति वदामश्चेत् सामान्यतः दीर्घस्यापि भवति खलु, अतः भवति. आम्, अष्टादशस्य अपि ग्रहणं तादृशं वदामः किल, तत्र तदेव विधीयमान अविधीयमानः इति. तत्र तदापि अत्र सवर्णग्रहणं करोति इति भाष्ये, यदा तत्र भाष्ये तादृशं उक्तमस्ति चेत् तदेव प्रमाणम् इति. अतः अस्माकं तु गुणसादृश्येण एव जयोः अन्यतरस्याम् इत्यत्र जैवर्णस्य हकारस्य पूर्वसवर्णः भवति इति प्रमाणसादृश्यम् इदानीं पर्यन्तं वयं प्रायः न दृष्टवन्तः. पश्यामः, तद् मनसि अस्ति चेत् यदा अग्रे आगच्छति तदपि एकवारं पश्यामः. समीचीनं. पुनः अस्माकं पाठः जयोः अन्यतरस्य. श्रीवल्ली भगिनी अग्रे पठति वा? आं भगिनि. ददा योगः हि देहि, दधा योगः हि देहि, दधा योगः हि देहि, अस्तातोः एधि इति भवति. अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या. आं, दधा योगः हि धातोः हि प्रत्यये परे एकारः आदेशः भवति. देहि सभ्यस्य ग्वसोरेद्धावभ्यस्य लोपश्च अभ्यासलोपः च. हा भगिनि, अभ्यासलोपः भवति. हां भगिनि, दा धातोः अङ्गं तिङ् प्रत्ययोः मेलने कुत्रचित् चत्वसन्धिः भवति करिच इत्यनेन सूत्रेण. चत्वसन्धौ तत्तत् वर्गस्य प्रथम सदस्यादेशः भवति. करिच इति सूत्रम् अधः विवृतं यथा. भगिनि, दा धातोः अङ्गः तिङ् प्रत्ययोः मेलने कुत्रचित् चत्वसन्धिः भवति इति करिच इति सूत्रेण. चत्वसन्धौ तत्तत् वर्गस्य प्रथम सदस्य आदेशः भवति. का कवर्गस्य स्थाने का सूत्रं पश्यति वा भगिनि? करीच अधः अस्ति. करीच एकनिमिषं भगिनि. खरिपरे जलः स्थाने चल् आदेशः भवति. करि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. जलां झष् झषि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर्च इत्यस्मात् च्र इत्यस्य चर् इत्यस्य अनुवृत्तिः. तयोः तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं जलां चर् वै भगिनि यदा प्रिण्ट् करोति चेत् तत्र आगच्छति, स्क्रीन् मध्ये न दृश्यते. जलं चर् करि च संहितायां. सो करि परे जलहस्थाने चर् आदेशः भवति. कर् इति कर्कषव्यञ्जनानि, प्रथम द्वितीय वर्गीयव्यञ्जनानि, ऊष्माणः षर् कर्कषव्यञ्जनानि परे जलहस्थाने जल् इत्यस्मात् फोर् चतुर्थ तृतीय द्वितीय प्रथम ऊष्माणः हकारः जलहस्थाने चर् आदेशः भवति. आं भगिनि, इत्यस्य कार्यं कथं भगिनि अत्र दधायोगः दधायोगः दा वर्णस्य स्थाने तकारः आगच्छति भगिनि इति दधायोगः तः स्नाभ्यस्तयोरथः इत्यनेन आकारस्य लोपः भवति प्रथमं दद् योगः तः खरिच इत्यनेन दकारस्य स्थाने तकारः आदेशः भवति इति चेत् दत् योगः तः रूपं भवति दत्तः सादृशमेव ददायोगः तः श्नाभ्यस्तयोरातः आकारस्य लोपः भवति दत् योगः तः करिच इत्यनेन चत्वसन्धिः दत् योगः तः दत्तः एवमेव ददायोगः तात् दत्तात् अददायोगः ताम् अदत्ताम् ददायोगः ते दत्ते अददायोगः ताः अदत्ताः इति दुधा इति उभयपदी धातुः अस्ति दधा इति समीचीनम् अत्र पञ्चनिमिषः एव अवशिष्टः धा धातोः सूत्रमपि पठित्वा समापयामः रूपाणि अग्रिमसप्ताहे साधयामः अरुणा भगिनी तत्र धा धातोः कृते अपि सूत्रं पठति वा अरुणा भगिनी अस्ति वा धा धातोः कृते तिङ् प्रत्ययः निमित्तकम् अङ्गकार्यम् उपयुक्तम् तमेव ततः तत् विहाय लोट् लकारस्य मध्यमपुरुषे दधा योगः इ धे योगो हि देहि सूत्रं पूर्वम् उक्तम् अन्यच्च इतोपि एकं कार्यम् अस्ति अत्र धातुः अपि अङ्गकार्यं वयं दादातु एव पठितवन्तः तथा एव भवति तद् लोट्लकारे हि दातु प्रति आगच्छति चेत् प्रथमं दे स्थाने दे आगच्छति द्वित्तं ये दास्थाने ये एकारः आगच्छति तदनन्तरं द्वित्तं लोपः भवति ततः देहस्य लोपः अभ्यासस्तु लोपः तदेव दत्तं सूत्रं पठतु भगिनि ततस्तयो ततस्ततोश्च ततस्ततोः अन्तमेव ततस्ततोश्च द्वित्वप्रकृत्यस्य द्वित्वकृत्यस्य जषन्तस्य धाय धातोः भसो भस् स्यात् तयोः ततोः तद्वोः च परयोः दधा इत्यस्य यत्र आकारलोपः तत्र धद् इति जषन्तरूपं सिद्ध्यति तादृशधद् इत्यस्य धकारस्थाने धकार आदेशो भवति धकारे थकारे सकारे द्वा शब्दे च परे इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं हल्सन्धिकार्यम् एव अष्टमाध्याये च जश् प्रत्याहारे वर्गस्य चतुर्वर्गवर्णाः अन्तर्भूतः झा भा घा ढा ध बस् प्रत्याहारे बा गाडाद इत्येते वर्णाः पश् प्रत्याहारे भा ध घाडाद इत्येते वर्णाः तस्य च तथौ तकारदकारः उच्चारणार्थं तयोः ततोः दधः षष्ठ्यं ततौ सप्तम्यन्त्यं च अव्ययपदं त्रिपदमिदं सूत्रम् एकाचो पशो भस् जशन्तस्य सद्धोः इत्यस्मात् पसो पस् जकारस्य सद्वोः इत्येषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रं जशन्तस्य धदः बसः बस् सद्वोः तथोः च प्रयत्नं करोमि भगिनि धदस्तथोश्च इति सूत्रमस्ति द्वित्वं कृत्यस्य जशन्तस्य धञ् धातोः धातु इति धञ् धातु अभ्यासकार्यम् अत्र द्विक् द्वित्वं कृतस्य जशन्त्या स्थाने बसो भस्यात् कदा भवति निमित्तं किं भगिनि निमित्तं किं भगिनि बशो बश् भवति सम्यक् कार्यम् उक्तं निमित्तं किम् सकारः सकारः सद्वः सद्वः किं भगिनि तदेव सकारः सकारः द्वा श्रद्धे तकारः तकारादेशो भवति तकारे थकारे सकारे द्वा शब्दे परे ततोः स्तोः इति निमित्तद्वयं किल तत्र ततोः इत्यनेन तकारः तकारः सका स्तोः इत्यनेन सकारः द्वक द्व इति प्रत्ययः आगच्छति किल तत्र अतः निमित्त चतुष्टयम् तत्र जशन्तस्य मध्यमपुरुष अस्ति भगिनि मध्यमपुरुष समीचीनं तत्र एकम् उदाहरणमस्ति तदेव प्रदर्शयित्वा समापयामि दधायोगः तः तत्र श्नाभ्यस्तयोरातः इत्यनेन अकारलोपः आकारस्य लोपः भूत्वा दद् योगः तः इति अस्ति इदानीं तत्तु जशन्तधातुः जशन्त दकार धातुः किल जशन्तधातुः इति कृत्वा तत्र बश् बश् इत्यस्य बश् इत्यस्य बश् भवति चतुर्थवर्णस्य स्थाने क्षम्यतां तृतीयवर्णस्य स्थाने चतुर्थः भवति बश् भावः इति वदामः एकाचो बशो बश् इत्यत्रापि तादृशमेव कार्यं परन्तु विपरीतरीत्या आगच्छति तत्र तु एकाचः भवेत् इति सर्वमस्ति अत्र तादृशं नास्ति जशन्तधातुः तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्ण आदेशः भवति बशो बश् इति कृत्वा ध ध इति योगः तः तः एव अस्माकं निमित्तं दतस्ततोश्च इत्यस्य कार्यं कर्तुं निमित्तं तः अनन्तरं करीच इत्यनेन चत्वं दत्तः इति रूपं बहुत्र आगच्छति दतस्ततोश्च इति सूत्रं समीचीनं दतस्ततोश्च आं भगिनि वर्णकार्यमेव किल अतः बहुत्र आगच्छति यत्र यत्र निमित्तमस्ति तत्र सर्वत्र आगच्छति चत्वारि निमित्तानि सन्ति अत्र अतः कार्यक्षेत्रं बृहत् बृहत् कार्यक्षेत्रमस्ति धातुः एव तत्र क्षेत्रं तु बृहत् अस्ति परन्तु धातुः विषये लिमिटेड् अस्ति तदेव द्रष्टव्यं जशन्तधातुः अस्ति वा इति तदेव किञ्चित् लघुक्षेत्रमस्ति समीचीनम् अतः किं कुर्मः इदानीं तु अहं लिखित्वा अपि मनसि अपि स्मरामि धा धातोः धा धातोः रूप धातुद्वयस्य रूपम् अग्रिमसप्ताहे साधयामः किल रेकार्ड् मध्ये अपि अस्ति कुत्र स्थगितवन्तः आम् सूत्राणि तु पठितवन्तः अतः रूपम् एव साधयामः अस्तु धन्यवादः धन्यवादः धन्यवादः भगिनि धन्यवादः भगिनि धन्यवादः भगिनि